नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति इदानीं तत्र जस्य रन् इति सूत्रस्य विषये चिन्तनं जायमानमस्ति. तस्मिन् विषये किञ्चित् पुनस्मरणं कृत्वा अग्रे तत्र करपत्रे यः अवशिष्टः भागः अस्ति तं पठित्वा अग्रे गन्तुं शक्नुमः अभ्यासं प्रति. तर्हि अस्माकं सूत्रमस्ति झस्य रन् इति सूत्रं. वयं जानीमः लिङ्लकारे आत्मनेपदीप्रत्ययानां प्रथमपुरुषबहुवचने झ इति प्रत्ययस्य स्थाने रन् इति आदेशः भवति. तत्र सिद्धप्रत्ययः अस्ति ईरन् इति सिद्धप्रत्ययः. ईरन् इति सिद्धप्रत्ययः अस्ति. तर्हि तत् तस्य सिद्धिः कथं भवति इत्यस्य विषये एव चिन्तनं जायमानम् अस्ति. तर्हि अत्र जस्य रन् इति सूत्रे रन् आदेशः भवति इति जानीमः. तर्हि तत्र समस्या का इति तत्र लक्ष्मीभगिनी स्मारयति वा समस्या का अत्र? आं भगिनि, अत्र जस्य रन् इति सूत्रम् आगच्छति विधिलिङ्ग् आत्मनेपदी लकारे, आत्मनेपदी विधिलिङ्ग् लकारे. अत्र समस्या का इति चेत् जस्य स्थाने लिङ्ग् लकारस्य जा इति प्रत्ययस्य स्थाने रन् आदेशः भवति इति उक्तम्. रन् इति यदा आदेशः अस्ति तादृश आदेशः झ इति प्रत्ययस्य स्थाने आगच्छति इति तु प्रक्रिया अस्ति. अत्र रन् इत्यत्र नकारस्य इत्सज्ञा तु अस्ति, रन् इति आदेशः अस्ति, अतः नकारः इत्सज्ञा भवितुम् अर्हति. हलन्त्यम् इत्यनेन नकारः लोपः च भवति. तदा प्रश्नः उदेति केवलं रा इति एव झा इत्यस्य स्थाने आगच्छति, तदपि अनेकाचित् सर्वस्य इत्यनेन, तदा इष्टरूपं न प्राप्यते इति तु प्रश्नः. तदा नकारस्य इत्सज्ञा योग्यत्वस्य निषेधः कथं भवति इति चिन्तनं अस्ति. समीचीनं. तर्हि अस्माकं प्रश्नः कः इति चेत् रन् इति आदेशे तत्र नकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा जायते. तत्र इत्संज्ञा बाधनार्थं किमपि नास्ति अधुना, यतोहि रन् इति केवलम् आदेशः अस्ति, प्रत्ययः नास्ति. तर्हि प्रत्ययत्वम् अग्रे गत्वा तत्र प्रत्ययत्वं प्राप्स्यते, तदानीं तत्र न विभक्तौ तु स्मः इति सूत्रस्य प्रसङ्गः भवति. परन्तु तदानीं तु नकारः नास्ति. यदा आदिष्टः भवति तदानीं तत्र नकारस्य लोपः जायते एव. तर्हि कथम् इष्टसिद्धिः भवितुम् अर्हति एतादृशस्थलेषु इति चेत् अत्र पक्षद्वयं स्वीकृतमस्ति. एकः पक्षः अस्ति इत्संज्ञायोग्यत्वम् इति एकः पक्षः. अन्यः पक्षः अस्ति आनुपूर्वी. इत्संज्ञायोग्यत्वम् इत्यस्मिन् पक्षे किम् उच्यते इति चेत् सामान्यतया यदा आदेश अवस्थायां यः आदेशः अस्ति तत्र कश्चन वर्णः इत्संज्ञकः नास्ति. कश्चन वर्णः इत्संज्ञकः नास्ति आदेश अवस्थायां. परन्तु यदा आदिष्टः भवति प्रत्ययस्य स्थाने यदा आदिष्टः भवति तदानीं स्थानिवद्भावेन तत्र प्रत्ययत्वं तत्र स्थानिनि ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि अध्यारोपिताः भवन्ति. तदानीं तत्र इत्संज्ञायोग्यत्वं प्राप्यते. आदिष्टः यदा भवति तदानीम् इत्संज्ञायोग्यत्वम् अग्रे गत्वा प्राप्स्यते. तर्हि तादृशसन्दर्भे वयं किं वदामः इति चेत् यदा अग्रे गत्वा इत्संज्ञायोग्यत्वं प्राप्स्यते तर्हि इदानीमेव आदेशावस्थायामेव तस्य इत्संज्ञायोग्यत्वम् अस्ति इति मत्वा वयं व्यवहारं कुर्मः इति एकः पक्षः. तस्मिन् पक्षे अत्र रन् इति आदेशे तादृशप्रसङ्गः नास्ति, यतोहि आदेश अवस्थायाम् एव योग्यत्वम् अस्ति. आदेशावस्थायामेव नकारः इत्संज्ञकः अस्ति, इत्संज्ञकः साक्षात् अस्ति. परन्तु अत्र इष्टसिद्ध्यर्थं वयं किं वदामः इति चेत् यदा रन् इति आदेशः आदिष्टः भवति स्थानिनि स्थाने तदानीं स्थानिनि ये गुणधर्माः सन्ति ते गुणधर्माः रन् इति अपि आदेशे अध्यारोपिताः भवन्ति. तर्हि तत्र प्रत्ययत्वं तिङ्क्त्वम् अन्ये गुणधर्माः अपि आरोपिताः भवन्ति रन् इति आदेशे. तर्हि तदानीं तत्र नकारः इदानीं विभक्तिसंज्ञकः भवति इति कृत्वा नकारस्य इत्संज्ञा निषेधः भवति, न विभक्तौ तु स्मः इति. तर्हि अस्मिन् पक्षे किं वदामः इति चेत् अग्रे गत्वा इत्संज्ञायोग्यत्वं नास्ति. यदा आदेशः आदिष्टः भवति तदानीम् इत्संज्ञायोग्यत्वं नास्ति इति कृत्वा वयम् आदेशावस्थायाम् एव इत्संज्ञायोग्यत्वं नास्ति इति स्वीकृत्य नकारस्य इत्संज्ञा न भवति हलन्त्यम् इत्यनेन, यतोहि रन् इति अपि प्रत्ययः एव इति स्वीकृत्य वयं व्यवहारं कुर्मः. इत्संज्ञायोग्यत्वम् अस्ति, अग्रे गत्वा इत्संज्ञायोग्यत्वम् अस्ति चेत् आदेशावस्थायामेव इत्संज्ञा भवति. यदि अग्रे गत्वा इत्संज्ञायोग्यत्वं नास्ति चेत् आदेशावस्थायामेव इत्संज्ञायोग्यत्वं नास्ति इति वयं स्वीकुर्मः. अग्रे गत्वा या अवस्था भवति ताम् अवस्थाम् इदानीमेव वयं स्वीकुर्मः इति अत्र सारांशः अस्ति. प्रश्नः कः, समाधानं किम् इति अवगतं वा? आं भगिनि, भगिनि एकः सन्देहः भगिनि, अत्र इत्संज्ञा इत्संज्ञा योग्यत्वं भवति वा अयोग्यत्वं भवति वा इति? द्वयमपि द्वयमपि, तदेव उक्तं खलु, एकस्मिन् केषुचित् स्थलेषु अग्रे गत्वा इत्संज्ञा योग्यत्वं भवति, अग्रे गत्वा इत्संज्ञा योग्यत्वं भवति. यथा तत्र दा इति आदेशः अस्ति, दा इति आदेशः अस्ति, दा इति आदेशे चुटु इत्यस्य प्रसक्तिः अस्ति वा? अस्ति. कथं? डा इत्यस्मिन् डकारः टवर्गीयव्यञ्जनः, अतः चुटु इत्यस्य आदौ अपि अस्ति, प्रत्ययः अस्ति, आदौ अस्ति, अतः चुटु इत्यस्य प्रत्ययः अस्ति इति मया न उक्तम्. हा, किन्तु डा इति आदेशः इति उक्तम्. हा, डारौरसः इत्यस्य डकारः नास्ति वा इति चिन्तितवती. दारौरसः इत्यत्र डकारः एव, परन्तु डा इति आदेशः प्रत्ययः अस्ति वा? आदेशः अस्ति, आदेशः अस्ति, प्रत्ययत्व नास्ति इदानीं. हा, प्रत्ययः नास्ति, तर्हि तत्र डकारस्य इत्संज्ञा अस्ति वा नास्ति वा आदेशावस्थायाम्? आदेशावस्थायाम् आदेशावस्थायां नास्ति. किमर्थं नास्ति? प्रत्ययेषु एव चुटु इत्यस्य प्रसक्तिः भवति इति अस्ति. चुटु इति केवलं प्रत्ययेषु एव, आदौ आदौ प्रत्ययस्य आदौ टवर्ग्यवर्णः अथवा चवर्ग्यवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति, परन्तु दा इति आदेशे दकारः इत्संज्ञकः नास्ति, चुटु इत्यस्य प्रसक्तिः नास्ति. आं खलु? आम्. परन्तु यदा डा इति आदेशः प्रत्ययस्य स्थाने आदिष्टः भवति तदानीं किं भवति? प्रत्ययस्य स्थाने यदा आगच्छति तदा डा इत्यस्य प्रत्ययत्वम् अपि भवति, प्रत्ययत्वमपि तस्य स्थानिवत् भावेन तस्य गुणः डा इत्यस्मिन् भवति. अतः प्रसक्तिः अग्रे गत्वा यदा डा इति आदिष्टः भवति प्रत्ययस्य स्थाने तदानीं प्रत्ययत्वमपि लभ्यते, तर्हि तदानीं चुटु इत्यस्य प्रसङ्गः भवति अग्रे गत्वा, तत्र इत्संज्ञायोग्यत्वम् अग्रे भविष्यति खलु? अग्रे भविष्यति, सत्यं. तादृशसन्दर्भे वयं किं कुर्मः, आदेशावस्थायामेव इत्संज्ञायोग्यत्वम् अस्ति इति मत्वा व्यवहरामः. सत्यम् इति एकः प्रसङ्गः, परन्तु अस्माकं प्रसङ्गः अत्र रन् इत्यत्र किञ्चित् विपरीतमस्ति खलु? कथमस्ति विपरीतं? विपरीतं कथमित्युक्ते आदेशे तु नकारस्य इत्संज्ञा अस्ति, किन्तु अग्रे गत्वा तत् निषेधयति. यदा आदौ इत्संज्ञायोग्यत्वम् इत्यस्य विषयः नास्ति, साक्षात् इत्संज्ञकः अस्ति नकारः अस्ति एव. परन्तु अग्रे गत्वा, अग्रे गत्वा यदा विभक्तिसंज्ञकः इति संज्ञत्वं प्राप्यते तदा विभक्तिश्च इति सूत्रेण निषेधत्वं भवति, इत्संज्ञकस्य निषेधः भवति. केन सूत्रेण? विभक्तिश्च इति सूत्रेण. न निषेधः केन सूत्रेण? क्षम्यतां, न विभक्तौतु स्मः इत्यनेन. न विभक्तौतु स्मः इत्यनेन निषेधः अग्रे भविष्यति, तर्हि तत्र अग्रे गत्वा इत्संज्ञायोग्यत्वं न भवति खलु, इत्संज्ञा अयोग्यत्वं भवति. सत्यं खलु? तर्हि अग्रे गत्वा इत्संज्ञा अयोग्यत्वं भवति चेत् इदानीमेव इत्संज्ञा योग्यः नास्ति इति अहं स्वीकरोमि तावदेव. अग्रे गत्वा या स्थितिः अस्ति तां स्थितिम् अहम् इदानीमेव स्वीकरोमि, इति एकः पक्षः, योग्यत्वं वा भवतु अयोग्यत्वं वा भवतु द्वयमपि इदानीमेव अहं स्वीकरोमि. अस्तु अस्तु धन्यवादः भगिनी, अवगतवती. अस्तु तर्हि तत्र इत्संज्ञायोग्यत्वम् इत्यस्मिन् विषये किञ्चित् पुनस्मरणं पुनः एकवारं पठित्वा अग्रे गच्छामः. तर्हि तत्र उमा भगिनी पठति वा? पठामि विलम्बेन आगतवती. नमस्कार. इत्संज्ञायोग्यत्वात् सिद्धत्व सिद्धम् इति अस्ति खलु, योगत्वात् सिद्धम् योग्यत्वात् सिद्धम् आदेश अवस्थायां कश्चन वर्णः इत्संज्ञः नास्ति, परन्तु आदेशः स्थानिनि स्थाने स्थानिस्थाने आदिष्टः भवति, तदा इत्संज्ञायोग्यत्वं प्राप्स्यति इति कृत्वा सः वर्णः आदेशावस्थायामेव इत्संज्ञः इति व्यवह्रियते. अर्थात् यः वर्णः आदेशानन्तरम् इत्संज्ञः केनचित् सूत्रेण तस्य वर्णस्य इत्संज्ञायोग्यत्वम् आदौ एव अस्ति इति मत्वा सः वर्णः इत्सम्यक् स्वीक्रियते. भवती उक्तवती न प्रथममेव स्वस्य शब्दैः वदतु. ओके, इत्संज्ञायोग्यत्वात् सिद्धम् इति वचनेन आदेशः आगच्छति तथा योजयति चेत् किञ्चित् तदनन्तरम् इत्संज्ञायोग्यत्वं प्राप्स्यति चेत् ततः प्रथममेव इत्संज्ञा इति मानितव्यम्. अर्थात् वर्णः आदेशानन्तरम् इत्संज्ञः केनचित् सूत्रेण तस्य वर्णस्य इत्संज्ञा योग्यत्वम् आदौ एव अस्ति. किञ्चित् विलम्बानन्तरम् इत्संज्ञा आगच्छति चेत् तत् प्रथममेव इत्संज्ञा इति वयं स्वीक्रियते. समीचीनं समीचीनम्. अग्रे अवस्थाम् इदानीमेव स्वीकुर्मः, तावदेव तत्र अग्रे गत्वा या अवस्था सानिवत् आदेशो अनल्विदौ इत्यनेन प्राप्यते सा अवस्था इदानीमेव वयम् आदेशावस्थायामेव स्वीकुर्मः. स्वीकृत्य इत्संज्ञकः इति वयं स्वीकुर्मः यथा तत्र डा इति स्थितौ, यदा डा इति स्थितौ, यदा डा इति आदेशः यदा जायते तदानीं तत्र प्रत्ययत्वम् आयाति इति कृत्वा चुटु इत्यस्य प्रसक्तिः भवति. तादृशपरिस्थितौ इदानीम् आदेशावस्थायामेव इत्संज्ञकः इत्संज्ञयोग्यः अस्ति इति कृत्वा आदौ एव डकारस्य इत्संज्ञा इति वयं स्वीकुर्मः. अस्तु, अग्रे विनय महोदय पठति वा? आं भगिनि, अनेनैव तर्केण अथवा अन्यतर्केण यः वर्णः आदेशावस्थायाम् इत्संज्ञकः अस्ति, परन्तु आदेशः यदा स्थानिनि स्थाने आदिष्टः भवति तदा इत्संज्ञायोग्यत्वं न प्राप्स्यति. अर्थात् आदेश अनन्तरं केनचित् सूत्रेण इत्संज्ञा निषिध्यते. अर्थात् आदेशानन्तरं केनचित् सूत्रेण इत्संज्ञा निषिध्यते. तादृशवर्णस्य इत्संज्ञायोगत्वम् आदेशावस्थायाम् अपि नास्ति इति मत्वा सः वर्णः इत्संज्ञकः नास्ति इति व्यवह्रियते. अथ एक अन्यत् तर्क अस्ति. प्रथमा वयं स्वीकर्तुम् इच्छामः, अतः इत्संज्ञता भवति. परन्तु अत्र अन्यतर्क आयाति. अन्यतर्क आधारेण यः वर्णः आदेश अवस्थायाम् इत्संज्ञका अस्ति, परन्तु आदेशः यदा स्थानिनी स्थाने आदिष्ठा भवति तदा इत्संज्ञायत्वं न प्राप्स्यति. अतः अन्य व्यवस्था. अतः यदि स्थानिनी स्थाने अधिष्ठा भवति तदा इत्संज्ञायोग्यतां न प्राप्स्यति. अर्थात् अतः अहं केवलं स्पष्टता न जानामि, अनल्विधौ सम्बन्धे भक्ति अहं स्पष्टता वदामि. परन्तु स्थानिनी स्थाने अधिष्ठा अधिष्ठा अभीष्टः अस्ति. स्थानिनी स्थाने अभीष्टा अस्ति तदा इत्संज्ञायोग्यतां न प्राप्स्यति. अर्थात् आदेश अनन्तरं केनचित् सूत्रेण इत्संज्ञा निषिध्यते. तादृशवर्णस्य इत्संज्ञायोग्यतम् आदेश अवस्थामपि नास्ति इति मत्वा सः वर्णः इत्संज्ञकः नास्ति इति व्यव्रियते. व्यवहार अत्र अस्ति. अतः तर्कद्वयम् आधारेण इत्संज्ञता न भवति. यदि इत्संज्ञता न भवति तर्हि झ रन् आधारेण विभक्ति नास्ति. यदि विभक्ति नास्ति तर्हि न विभक्तौ तु स्म न आयाति. अतः अथ यदि अथ आदेशः भवति परन्तु प्रत्ययः कथं भवति, प्रश्नः अस्ति. यदि वयं वदामः अग्रिमपरिच्छेदे उक्तमस्ति, तद् अग्रिमपरिच्छेदे उक्तमस्ति, तत् पठामः. समीचीनम् इत्युक्ते योग्यत्वम् अग्रे गत्वा योग्यत्वम् अस्ति वा नास्ति वा इति सारांशः. यदा आदेशः स्थानिनी स्थाने आदिष्टः भवति तदानीं ये मूले ये गुणधर्माः सन्ति, स्थानिनी ये गुणधर्माः सन्ति, ते गुणधर्माः अध्यारोपिताः भवन्ति चेत् इत्संज्ञायोग्यत्वम् अस्ति वा नास्ति वा इति चिन्तनीयम्. अस्ति चेत् अग्रे गत्वा इत्संज्ञायोग्यत्वम् अस्ति चेत् तर्हि आदौ एव इत्संज्ञा इति मत्वा व्यवहारं कुर्मः. अग्रे गत्वा इत्संज्ञायोग्यत्वं नास्ति चेत् आदौ एव इत्संज्ञा नास्ति इति व्यवहारं कुर्मः इति अत्र उक्तमस्ति. समीचीनं. तर्हि तत्र अग्रे कः तत्र शोभाभगिनी अग्रे पठति वा? आं भगिनि, तत्र एतादृशं स्वीक्रियते चेत् इति तत्र एव किल अस्माकं प्रकृतस्थले तत्र करपत्रं नूतनमस्ति. अस्माकं प्रकृतं स्थले न विभक्तौ तुस्माः इत्यत्र विद्यमानां विभक्ति किञ्चित् परिष्कृतमस्ति. मम पार्श्वे तर्हि अत्र अत्र रेकार्डिङ्ग् मध्ये अस्ति इति उक्तं खलु, रेकार्डिङ्ग् मध्ये गतवर्गे जश्यवन् इति सूत्रस्य चिन्तनं हा गतवर्गे उक्तं खलु, तत्रैव तत्र नूतनं स्थापितमस्ति, तत् स्वीकरोतु. अस्तु तर्हि तत्र अरुणा भगिनी प्राप्तं वा, पठतु भवती. आं भगिनि, नमस्ते भगिनि. अस्माकं प्रकृतस्थले रन् इति आदेशः यदा जा इति प्रत्ययस्थाने जायते तदा स्थानिवद्भावेन रन् इति आदेशः प्रत्यत्वं तिङ्गत्वं विभक्तित्वं च प्राप्स्यति. यदा रन् इति आदेश विभक्तित्वं प्राप्स्यति तदा न विभक्तौ तु स्मः इत्यस्य प्रसक्तिः भविष्यति, येन नकारस्य संज्ञा निषिध्यते. इत्संज्ञायोग्यत्वसिद्धम् इति पक्षे विभक्तिसंज्ञाविधानात् पूर्वमेव आदेश अवस्थायाम् एव न विभक्तौ तु स्मः इति सूत्रेण इत्संज्ञा निषेधः स्वीक्रियते. तात्पर्यमेवं यत् रन् इति आदेशे नकारस्य संज्ञा योग्यत्वं नास्ति आदेश अवस्थायामेव इति मत्वा नकारः इस्सज्ञकः नास्ति इति व्यवहारः. व्यवहारम्। अनेकाल् चित् सर्वस्य इत्यनेन रन् प्रत्ययः अनेकाल् इत्यतः जा इत्यस्य सर्वस्य स्थाने आदेशः भवति। अत्र दत्तं रन् विषये दत्तं रन् इति आदेशः प्रथमं, परन्तु इति प्रत्यय जा स्थाने आगच्छति, ततः स्थानिवत् भावं भूत्वा आदेशः प्रत्ययगुणधर्मान् स्वीकरोति, प्रत्ययत्वं तिङ्गत्वं विभक्तित्वं प्राप्स्यते। ततः आदेशः रूप अधिष्ठस्थान अधिष्ठसमये न विभक्तोस्तु स्मः इति सूत्रेण इति संज्ञा न भवति, नकारसंज्ञा भवति। इत्संज्ञायोग्यत्वात् सिद्धम् इति तद्वय पक्षद्वयम् अस्ति। कुत्र अस्ति, कुत्र अस्ति, कुत्र कोऽपि तत्र लिङ्क् प्रेषयतु कृपया, भवत्याः ईमेल् मध्ये अस्ति वा? ईमेल् मध्ये अस्ति, अस्ति अस्ति भगिनि, मम ईमेल् मध्ये अस्ति, पश्यतु लिङ्क्। अहं पुनः प्रेषयामि, अरुणभगिनी वदतु। इत्संज्ञायोग्यत्वात् सिद्धम् इति पक्षे विभक्ति आदेशः अवस्थायाम् अपि न विभक्तोतु स्माः इति सूत्रेण इत्संज्ञक निषेधः भवति, तदेव अनेकान् सति। तदनन्तरं तात्पर्यमेव यत् इत्संज्ञा नास्ति इति कृत्वा रन् इति अनेकाल् अस्ति, ततः अनेकांशि सर्वस्य इति सूत्रेण पूर्व सम्पूर्णझकारस्थाने आदेश रन् इति आदेशः भवति। समीचीनं समीचीनम्, इत्युक्ते अस्मिन् पक्षे रन् इति यदा आदेशः भवति तदानीं तत्र स्थानिवत् आदेशो अनल् विधौ इति सूत्रेण, स्थानिवत् आदेशो अनल् विधौ इति सूत्रं तु अतिदेशसूत्रमस्ति। अतिदेशसूत्रम् इति तत् किं वदति इति चेत् आदेशः स्थानिवद् भवति, इत्युक्ते स्थानिनी ये गुणधर्माः, के गुणधर्माः इति चेत् सामान्यगुणधर्माः यथा अत्र अङ्गत्वं, धातुत्वं, प्रत्ययत्वं, तिङ्त्वं, तदितान्तत्वम् अथवा अव्ययत्वं, पदत्वम् इत्यादीनि यानि सन्ति तेषां सर्वेषाम् अध्यारोपः आदेशे अपि भवन्ति। केवलं किं न अध्यारोपितं भवति इति चेत् अलाश्रितधर्मः, अलाश्रितधर्मः अध्यारोपितं न भवति। अलाश्रितधर्मः इत्युक्ते यः कोऽपि अलाश्रितः धर्मः भवितुम् अर्हति। तत्र यथा तत्र रन् इति आदेशे तत्र रेपः रकारादिः अस्ति अथवा बलादिः अस्ति, बलादिः अस्ति अथवा अन्य यः कोऽपि अलाश्रितधर्मः अस्ति। तत्र अलाश्रितधर्मः कथं चिन्तनीयम् इति चेत् यदा आदेशः भवति तत्पश्चात् अन्यत् सूत्रम् अत्र प्रसक्तमस्ति चेत् तस्मिन् सूत्रे किम् उच्यते? यदा आदेशः स्थानिनि स्थाने आदिष्टः भवति तत्पश्चात् तत्र तृतीयं सूत्रमेकम् आगच्छति चेत् तत् सूत्रे किमपि वदति, इदानीं जलादिः अस्ति चेत् किमपि कार्यं भवति इति वदति चेत् तर्हि इदानीं मूले स्थानिनि जलादित्वम् अस्ति, तादृशजलादित्वम् आदेशे अध्यारोपयितुं शक्यते वा, अध्यारोपयित्वा इदानीं तृतीयसूत्रं कार्यं कर्तुं शक्नोति वा इति चेत् न। तत्र मूले जलादित्वम् अस्ति चेद् अपि तादृशजलादित्वम् आदेशे अध्यारोपयित्वा तदनन्तरं तृतीयसूत्रं कार्यं कर्तुं न शक्यते। तृतीयसूत्रस्य कार्यस्य निषेधार्थं तत्र अलाश्रितधर्मं न स्वीकुर्मः। तदर्थमेव वयं वदामः किमर्थम् अलाश्रितः धर्मः न स्वीक्रियते इति चेत् तत्र अन्यत् तृतीयं सूत्रमस्ति, तेन सूत्रेण किमपि कार्यं भवितुम् अर्हति यदा स्थानिनि ये अलाश्रितधर्मः अस्ति तं धर्मं स्वीकृत्य वयं पश्यामः चेत् तृतीयसूत्रं कार्यं कर्तुं शक्नोति, परन्तु तन्न इष्यते इति कृत्वा किं वदामः, मूले स्थानिनि यः अलाश्रितधर्मः अस्ति तं धर्मं स्वीकृत्य अत्र तृतीयसूत्रं कार्यं कर्तुं न शक्यते। अतः तृतीयसूत्रे जलादित्वम् अस्ति चेत् अत्र स्थानिनि जलादित्वम् अस्ति वा इति पश्यामः, तृतीयसूत्रे अन्यत् किमपि इदानीं तत्र ययादित्वम् अस्ति वा वलादित्वम् अस्ति वा इति यत्किमपि भवितुम् अर्हति तृतीये सूत्रे. तादृशं पाणिनि अस्ति परन्तु आदेशे अध्यारोपयितुं न शक्यते इति कृत्वा तृतीयसूत्रं तत्र कार्यं कर्तुं न शक्नोति इति एव तत्र वार्ता अस्ति. यद्यपि तृतीयसूत्रस्य विषये वयम् अत्र न चर्चितवन्तः परन्तु स्थानिवत् आदेशो अनल्विधौ इत्यस्य तत्र फलितः अर्थः अथवा तस्य तात्पर्यं किम् इति चेत् सामान्यतया स्थानिनी ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि भवन्ति परन्तु अलाश्रितधर्माः आदेशे न भवन्ति. किमर्थं न भवति एवमेव न भवन्ति इति न वार्ता. किमर्थं न भवन्ति इति चेत् कुत्र अस्ति बेक्ग्रौण्ड् नाय्स् मीना भगिनी? हा तर्हि तत्र कुत्र अस्ति अलाश्रितधर्मस्य किमर्थं प्रसङ्गः किमर्थं तस्मिन् विषये उच्यते इति चेत् तत्र यदा आदेशः भवति तत्पश्चात् अन्यत् किमपि सूत्रं तत्र प्रसक्तम् अस्ति वा इति यदा वयं चिन्तयामः तदानीं वयं किं पश्यामः सानिनी कश्चन अलाश्रितधर्मः अस्ति तादृशधर्मः आदेशे अध्यारोपयामः चेत् तत्र तृतीयसूत्रं कार्यं कर्तुं शक्नोति परन्तु तथा कर्तुं न शक्यते. अलाश्रितधर्मान् अत्र आदेशे स्वीकर्तुं न शक्यते इति कृत्वा तत्र तृतीयसूत्रं कार्यं न करोति. तर्हि फलितार्थः कः स्थानिवत् आदेशो अनल्विधौ इत्यस्य? अत्र तृतीयसूत्रस्य कार्यस्य निषेधार्थम् एव अलाश्रितधर्मान् वयं न स्वीकुर्मः इति अत्र वार्ता. अवगतं वा? अधुना सम्यक् अवगतं भगिनि. अनेकवर्षं सर्वच्च अहं इति तत्र सर्वत्र तत्र सामान्यगुणाः भवन्ति आदेशे परन्तु अत्र अलाश्रितगुणाः न भवन्ति. किमर्थं न भवति इति चेत् तृतीयकाले कश्चन सूत्र किञ्चित् सूत्रं तत्र प्रसक्तं भवति वा इति चिन्तनावसरे तत्र तृतीयसूत्रस्य कार्यम् अत्र न भवितुम् अर्हति. किमर्थम् इति चेत् अलाश्रितधर्माः न स्वीक्रियन्ते इति कृत्वा तत्र तृतीयसूत्रस्य कार्यं न भवति इति वार्ता. अत्र अस्माकं प्रकृतस्थले दस्य रन् इति सूत्रेण रन् इति आदेशः यदा आदिष्टः भवति झ इति प्रत्ययस्य स्थाने तदानीं स्थानिनी ये गुणधर्माः के गुणधर्माः इति चेत् तत्र प्रत्ययत्वम् अस्माकं स्थानी झ इति स्थानी प्रत्ययः अस्ति तिङ् प्रत्ययः अस्ति अपि च तिङन्ताः तत्र विभक्तिसंज्ञकाः सन्ति इति एते गुणधर्माः सन्ति. एते इतोपि गुणधर्माः अपि सन्ति. अत्र अस्माकं प्रसङ्गः प्रत्ययत्वं तिङ्त्वं विभक्तित्वम् इति कृत्वा केवलं तस्य विषये एव चर्चा जायमाना अस्ति परन्तु अन्ये अपि गुणधर्माः सन्ति. ते सर्वे गुणधर्माः आदेशे अपि अध्यारोपिताः भवन्ति इति कृत्वा इदानीं रन् इति आदेशः तत्र प्रत्ययः अपि अस्ति तिङ् अपि अस्ति विभक्तिसंज्ञकः अपि अस्ति इति कृत्वा तत्र न विभक्तौ सुष्माः इति सूत्रस्य प्रसक्तिः भविष्यति यदा आदेशः आदिष्टः भवति इति कृत्वा तत्र इत्संज्ञायोग्यत्वं न भवति अग्रे गत्वा. अतः आदेशावस्थायाम् एव वयं वदामः तत्र रन् इति प्रत्ययः अस्ति तिङ् अपि अस्ति विभक्तिसंज्ञकः अपि अस्ति इति कृत्वा तत्र न विभक्तौ सुष्माः इति सूत्रस्य इदानीमपि प्रसक्तिः अस्ति अतः नकारस्य इत्संज्ञा न भवति इति कृत्वा तत्र रन् इति सम्पूर्णः आदेशः झ इति प्रत्ययस्य स्थाने आदिष्टः भवति अतः ई रन् इति सिद्धप्रत्ययः भवति. सिद्धप्रत्ययं वयं प्राप्नुमः. अस्तु अस्तु इदानीं द्वितीयः पक्षः आनुपूर्व्यात् सिद्धम् इति पक्षः. तत्र कः तत्र अरविन्द महोदय पठति वा? आनुपूर्व्यात् सिद्धम् अस्मिन् पक्षे इत्संज्ञायोग्यत्वं न स्वीक्रियते अतः इष्टसिद्ध्यर्थम् आदेशे अन्यवर्णस्य प्रश्लेषः क्रियते अर्थात् सूत्रे या आदेशः उक्तः तस्मिन् कस्यचित् अन्यवर्णस्य प्रश्लेषः योजना क्रियते इष्टं फलं प्राप्तुम्. आनुपूर्वी इत्युक्ते वर्णानां क्रमः. राम इति वदामः चेत् र योग आयोगः म योगः आ इति वर्णानां क्रमः भवति. एतत् एव आनुपूर्वी इति वदामः. आनुपूर्व्यात् सिद्धं त्वं कथं जायते इति पश्यामः. आनुपूर्वित्वम् इति वर्णनं क्रियते अत्र आनुपूर्वी इत्युक्ते वर्णानां पूर्वपरक्रमस्य स्थापनम् आनुपूर्वी इति पूर्वं परम् एतद् भवति यत् राम इति शब्दस्य रेफा दीर्घ आकार मकार अकार इस्य वर्णक्रमस्य नाम अस्ति आनुपूर्वीत्वम् इति. भगिनी अग्रिमपठनं जस्य रन् समीचीनं. तर्हि तत्र आनुपूर्व्यात् सिद्धत्वम् इत्यनेन आनुपूर्व्यात् सिद्धम् इत्यनेन अत्र पूर्वस्मिन् पक्षे इत्संज्ञा योग्यत्वम् इति विषयः आसीत्. अत्र तु इत्संज्ञा योग्यत्वम् इति न स्वीक्रियते. तैः किम् उच्यते अत्र इति चेत् तत्र केचन वैयाकरणः किं ते किं मन्यन्ते इति चेत् अत्र इत्संज्ञा अग्रे गत्वा इत्संज्ञा योग्यत्वं भवति इति कृत्वा इदानीम् इत्संज्ञा योग्यत्वम् अहं स्वीकर्तुं न शक्नोमि. अग्रे गत्वा इत्संज्ञा योग्यत्वं निषिध्यते इति कृत्वा इदानीमपि इत्संज्ञा योग्यत्वं नास्ति इति अहं स्वीकर्तुं न शक्नोमि. अतः अहं तं पक्षं सम्पूर्णतया निराकरोमि, न स्वीकरोमि. अहं किं वदामि इति चेत् अत्र आनुपूर्व्यात् सिद्धम्, अहम् अन्यम् उपायं कल्पयामि, भिन्नम् उपायं कल्पयामि. अत्र तादृश उपायः कः इति चेत् अत्र आनुपूर्व्यात् सिद्धत्वम् इत्युक्ते अत्र वर्णानां कश्चन क्रमः भवति सर्वत्र. रन् इति आदेशः इति वदामि चेत् तत्र क्रमः कः इति चेत् रेपः अकारः नकारः इति क्रमः, तदेव आनुपूर्वी. तर्हि तादृश आनुपूर्वीं स्वीकृत्य तत्र किमपि तत्र कल्पयति. तत्र कः उपायः कल्पयति इति चेत् अत्र कश्चन वर्णस्य प्रश्लेषः क्रियते. इत्युक्ते इदानीं रन् इति आदेशे तत्र कथं तत्र इष्टसिद्धिः भवितुम् अर्हति इति चेत् तत्र रन् इति आदेशे नकारस्य प्रश्लेषः क्रियते. नकारस्य पुनः अन्यः नकारः तत्र एव योज्यते. रन् इत्यत्र नकारद्वयं भवति. इदानीं जस्य रन् इत्यस्य स्थाने तत्र जस्य रन् इति द्विवारं नकारः, द्विवारं नकारः, नकारस्य प्रश्लेषः, तदेव तत्र आनुपूर्वी इति वयं वदामः. तत् कथं साधयामः इति किञ्चित् पश्यामः. तर्हि अग्रे सुभदा भगिनी पठितुम् इच्छति वा? आं भगिनी, पठामि. झस्य रन् इति स्थले, झस्य रन् इति स्थले रन् इति आदेशस्य प्रत्ययत्वाभावात् विभक्तिसंज्ञकत्वाभावात् नकारस्य अनुबन्धत्वं स्वीक्रियते. अर्थात् यावत्पर्यन्तं झ इति प्रत्ययस्य स्थाने रन् न आगच्छति तावत्पर्यन्तं झ इति प्रत्यये विद्यमानं प्रत्ययत्वं तिङ्नन्तत्वं च रन् आदेशे न भवति. प्रत्ययत्वं तिङ्गन्तत्वञ्च तु रन् आदेशे नास्ति इत्यतः हलन्त्यम् इति सूत्रेण रन् इति आदेशे नकारस्य इत्संज्ञा स्यात् एव. अतः नकारस्य इत्संज्ञा जायते, र इति अवशिष्यते. अनेन अनेकाल्षत् सर्वस्य इत्यनेन झ इत्यस्य सम्पूर्णस्य एव स्थाने र इति आदेशः जायते. र इति आदेशः जायते चेत् अनिष्टारूपापत्तिः जायते. अर्थात् वन्दे रन्, एधे रन् इत्यादीनि रूपाणि न सिद्ध्यन्ति. तस्य वारणाय आनुपूर्व्यात् सिद्धम् इति पक्षः स्वीक्रियते. अस्मिन् पक्षे सूत्रे झस्य रन् इति सूत्रे नकारस्य प्रश्लेषः क्रियते, येन सूत्रं भवति झस्य रन् इति परिवर्तितं भवति. अस्तु, झस्य रन् इति स्थले रन् इति आदेशस्य प्रत्यय अभावात् विभक्तिसंज्ञकत्व अभावात् नकारस्य अनुबन्धत्वं स्वीक्रियते. अत्र झस्य इति झ इति प्रत्ययस्य स्थाने रन् इति आदेशः, परन्तु रन् इति आदेशः प्रत्ययः नास्ति, अपि च विभक्तिः अपि नास्ति. अतः नकारस्य इत्संज्ञा भवति एव. अतः यावत्पर्यन्तं झ इति प्रत्ययस्य स्थाने रन् न आगच्छति तावत्पर्यन्तं झ इति प्रत्यये विद्यमानं प्रत्ययत्वं तिङ्गन्तत्वं च रन् आदेशे न भवति. रन् इति आदेशः अस्ति तावत्पर्यन्तं तस्य तस्मिन् नकारस्य अनुबन्धत्वं अनुबन्धत्वम् इत्युक्ते तस्य इत्संज्ञा स्वीक्रियते, परन्तु एतत् सर्वं तावत्पर्यन्तम् एव भवति यावत्पर्यन्तं झ इत्यस्य स्थाने रन् आदेशरूपेण न आगच्छति. प्रत्ययत्वं तिङन्तत्वं तु रन् आदेशे नास्ति, अतः रन् इत्यस्य नकारस्य अन्तिमनकारस्य स्थाने अन्तिमनकारस्य इत् संज्ञा भवति एव, अतः इत् संज्ञा भवति चेत् र इति अवशिष्यते. अनेकाचित् सर्वस्य इत्यनेन झ इत्यस्य सम्पूर्णस्य स्थाने र इति आदेशः जायते. र इति आदेशः अनेकाल् अस्ति, रेफ योगः अकारः इति अस्ति, अतः अनेकाल् अस्ति, अतः अनेकाचित् सर्वस्य इति सर्वादेशः भवति. झ इत्यस्य सम्पूर्णस्य स्थाने र इति आयाति. तेन अनिष्टरूपं वयं प्राप्नुमः, अर्थात् वन्दे रन्, एधे रन् इत्यादीनि रूपाणि यत्र रन् इति विशिष्टरूपेण श्रूयते तत्तु न भवति. किमर्थं चेत् तत्र नकारस्य इत् संज्ञा वयं कुर्मः, अतः र एव अवशिष्यते, अतः अनिष्टरूपं तत्र जायते. वन्दे रन्, एधे रन् इत्यादीनि इष्टरूपाणि, परन्तु तानि न सिद्ध्यन्ति. एतत् सर्वं क्लेशः अथवा समस्यावारणार्थं वारणाय आनुपूर्व्यात् सिद्धम् आनुपूर्व्यात् इत्युक्ते आनुपूर्विः तस्य आनुपूर्वेः कारणात् सिद्धम् इति पक्षः स्वीक्रियते. अन्यत् अपरं पक्षः अपरः पक्षः अस्मिन् पक्षे झस्य रन् इति सूत्रे नकारस्य प्रश्लेषः क्रियते, येन सूत्रं भवति झस्य रन्न इति परिवर्तितं भवति. अत्र प्रश्लेषः इत्युक्ते अन्यस्य वर्णस्य योजनाम् अत्र क्रियते. रन् इति नकारः श्रूयते, तस्य द्वित्वं कृत्वा रन्न इति तस्य परिवर्तनं भवति. कथं भवति इति अग्रे पश्यामः इति उच्यते. समीचीनं. तर्हि अत्र इत्संज्ञा योग्यत्वमिति न स्वीक्रियते. अस्माकं समस्या का इति चेत् तत्तु वयं जानीमः. र इति आदेशः भवति चेत् इष्टसिद्धिः न भवति. तदर्थम् अत्र समस्यायाः परिहारार्थम् अत्र आनुपूर्व्यात् सिद्धम् इति उक्त्वा अत्र सूत्रस्य एव परिवर्तनम् अत्र क्रियते. जस्य रन् इति सूत्रं मास्तु, जस्य रन् इति तत्र अन्ते यः नकारः यत्र समस्या अस्ति तस्य प्रश्लेषः अतः तत्र नकारद्वयं स्वीकृत्य अत्र व्यवहरामः. कथं तत्र व्यवहारः भवति इति अग्रे पश्यामः. तत्र वंशी भगिनी अग्रे पठति वा? रन् इति आदेशे नकारस्य प्रश्लेषः क्रियते चेत् आदेशः रन् इति भवति. आदेशस्य आनुपूर्वी भवति रन् योगः नकारः. अत्र क्रमः अस्ति रन् योगः नकारः, नकारस्य प्रश्लेषः. इष्टमस्ति यत् रन् इति अस्मिन् आदेशे नकारस्य इत्संज्ञा न स्यात्, तस्य साधनार्थम् एकं नकारं योजयामः, तथा कल्पितं तथा सम्भवति च. अस्तु, नाम नकारस्य प्रश्लेषः. अनेन च रयोगः नकारः योगः नकारः इत्यत्र अन्तिमस्य नकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण. तत्पश्चात् तस्य लोपः भूत्वा रन् इति अवशिष्यते. रन् इति आदिष्टः भवति झ इति प्रत्ययस्य स्थाने, येन इष्टसिद्धिः प्राप्यते. अनेन वन्देरन्, एधेरन् इत्यादीनि इष्टरूपाणि सिद्ध्यन्ति. अस्तु, तत्र यदा पूर्वम् आनुपूर्व्यात् सिद्धम् इति सिद्धान्तम् अनुसरामः, तत्र रन् इत्यस्मिन् अन्यत् नकारः योजयामः, यतोहि तत्र इष्टरूपस्य साधनार्थं तत्र नकारस्य आवश्यकता अस्ति. अतः तस्मिन् रन् इत्यस्मिन् अन्यत् नकारः योजयामः चेत् तत्र रूपं भवति रन् योगः अन्यत् नकारः अपि अस्ति. अधुना तु रन् इत्यस्य केनापि सूत्रेण अपि च तत्र आदेशः एव अस्ति, विभक्तिसंज्ञकः नास्ति, अपि च तिङन्तम् अपि नास्ति. अतः तत्र हलन्त्यमिति सूत्रेण तत्र नकारस्य लोपः भवति. अधुना तु यदा रन् इत्यस्मिन् अन्यत् नकारः अपि योजयामः तत्र अन्तिमनकारस्य हलन्त्यमिति सूत्रेण तत्र संज्ञा भूत्वा तस्य लोपः इत्यनेन तत्र लोपः भवति. अथ किम् अवशिष्यते इत्युक्ते तत्र रन् इति अवशिष्यते, येन कारणेन अस्माकम् इष्टसिद्ध्यरूपं प्राप्नुमः. यतोहि तत्र अतः रन् इति आदेशः झ इति स्थाने सम्पूर्ण अनेकार्षित् सर्वस्य इति सूत्रेण तत्र सम्पूर्ण प्रत्ययस्य स्थाने आदेशः भवति. अतः येन कारणेन अस्माकम् अन्तिमरूपं वन्देरन् अपि च एधेरन् इति रूपाणि प्राप्नुमः, ये इष्टरूपाणि सन्ति. अतः एतादृशः चिन्तनम् आनुपूर्व्यात् सिद्धम् इति कारणेन एव भवति इति अस्मिन् परिच्छेदे अस्ति भगिनि. समीचीनं समीचीनम्. इत्युक्ते तत्र इष्टसिद्ध्यर्थं तत्र अन्यवर्णस्य योजना. इदानीं रन् इत्यत्र नकारद्वयम् अस्ति, नकारस्य प्रश्लेषः कृतः, तर्हि तस्य फलं किम् इति चेत्, तेन किं जायते इति चेत्, रन् इति इदानीं प्रत्ययः नास्ति, किङ् अपि नास्ति, विभक्तिसंज्ञकः अपि नास्ति इति कृत्वा हलन्त्यम् इति सूत्रस्य प्रसक्तिः भवति. तर्हि अन्तिमनकारस्य लोपः जायते, तदानीमपि रन् इति अवशिष्टः भवति. रन् इति अवशिष्टः अस्ति, तर्हि तादृश अन्तिमनकारस्य कल्पना अस्ति अत्र, केवलं कल्पना. तादृशरन् इति नकारः आसीत्, तस्य लोपः जातः, इत्संज्ञा भूत्वा तस्य लोपः जातः, तर्हि रन् इति अवशिष्टः अस्ति. तर्हि इदानीं रन् इति आदेशः जायते स्थाने. तर्हि यदा आदेशः जायते तदानीं तत्र अन्तिमनकारस्य लोपः भवितुमर्हति वा? न भवति भगिनि, तत्र तु न विभक्तौ तुस्मा इति कारणेन विभक्तिसंज्ञकः प्राप्नोति न तत्र. यदा आदेशः भवति तदनन्तरं न भवति, पूर्वं भवति. हा, आदेशानन्तरं न भवति, अपि च अन्तिमहल् अपि नास्ति. हा, समीचीनम्. अन्तिमहल् अपि नास्ति, यतोहि रन् इति तत्र द्विवारं नकारः, तत्र अन्तिमनकारः भिन्नः, इदम् अयं नकारः भिन्नः, खलु? आं भगिनि, समीचीनं. यतोहि तत्र पूर्वं नकारस्य लोपः अभवत् किल, तत्र तु यदा आदेशः भवति तत्र तु न विभक्तौ तुस्माः एव कार्यं करोति न तत्र तु. यद्यपि उपदेशावस्थायां हल् अन्त्यं खलु? हा, समीचीनं. हा, उपदेशावस्थायां तु द्वितीयनकारस्य लोपः भवति यदा वयं कल्पयामः. तर्हि रन् इति अवशिष्टः अस्ति, तत्र पुनः नकारस्य लोपः न भवति खलु? न भवति भगिनि, समीचीनम्. अन्त्यनकारः नास्ति. हा, अन्त्यनकारः नास्ति इति कृत्वा तत् यदा आदिष्टः भवति तदानीं न विभक्तौ तुस्मः इत्यस्य प्रसक्तिः अपि नास्ति. हलन्त्यमित्यस्य अपि प्रसक्तिः नास्ति, न विभक्तौ तुस्मः इत्यस्य अपि प्रसक्तिः नास्ति, यतोहि अन्तिमहल् नास्ति. परन्तु एतादृशः भिन्नचिन्तनं प्रशंसादायकं भगिनि, बहु उत्तमम् अस्ति इति तु भवति भगिनि. अन्ते द्वित्वं किम् अनचिच इति सूत्रेण साधारणतया अन्ते द्वित्वं तु कर्तुं शक्यते एव. अनचिच इति सूत्रं किं वदति? अनचिच वदति अन्ते अच् न भवतु इति. तत्र अच् नास्ति, किमपि नास्ति इति अपि अच् नास्ति इति एव अर्थः भवति खलु? न, अनचिच इति सूत्रस्य निमित्तानि सम्पूर्णतया वदतु. अनचिच इत्यस्य निमित्तं भवति यर् अचः यर् अनचि अचः वर्णात् परः यर् वर्णः भवति, तस्मात् अनन्तरं पुनः अच् न भवतु. वदतु अच् वर्णः कः, यर् वर्णः कः इति वदतु अत्र रन् इति आदेशे. तत्र अत्र रन् इति आदेशे रेफ अनन्तरम् अ अस्ति, अच्वर्णः अस्ति इति अच् अस्ति, अच्वर्णात् परः यर् वर्णः. अच्वर्णात् परः अच्वर्णः अकारः, यर् वर्णः कः? नकारः. नकारः तु यर्वर्णः अस्ति अतः यथा महेश्वरसूत्रेषु अयुण् ऋक् ए ओं इति वयं तु साधारणतया वदामः तर्हि अत्रापि रन् इति वक्तुं शक्यते परन्तु भगिनी एतत् सर्वम् आवश्यकं वा अत्र तु नकारः तत्र अस्मिन् प्रसङ्गे तु अनचिच इति सूत्रेण साधयति इति वदति अस्तु भवतु परन्तु अन्यस्थलेषु एवमेव भवति इति नास्ति खलु सर्वत्र एवमेव यः आदेशः इति वदति यथा इकारस्य स्थाने य आयाति तत्र य इति हल् वर्णः अस्ति तस्य लोपः कर्तुं शक्यते वा कुत्र य आयाति पुनः वदतु यण् सन्धौ इकारस्य स्थाने य वर्णः आयाति उकारस्य स्थाने व वर्णः आयाति इति सूत्रे सः वदति इदानीं य इति तु हलन्तवर्णः अस्ति तस्य लोपः इति लोपं कर्तुं शक्यते वा आदेशः इति यदा सः वदति तदेव स्वीकुर्मः खलु किमर्थम् इकः यण् इत्यत्र यण् इत्यत्र णकारस्य संज्ञा अस्ति खलु य इति अवशिष्यते यण् इति तत्र तत्र किम् अस्ति यण् इति प्रत्याहारः अस्ति खलु हा प्रत्याहारे णकारस्य इत्संज्ञा अस्ति इति वयं जानीमः तस्य कः सम्बन्धः अत्र न एचो अयवायावः अत्र एकारस्य स्थाने ऐ इति अस्ति ओकारस्य स्थाने अव् इति अस्ति तत्र य व एतेषां वर्णानां तु लोपः न भवति लोपः न भवति किमर्थं न भवति तत्र स्वीकुर्मः हा तत्र किमर्थं न भवति सः यः आदेशः ददाति तत् स्वीकुर्मः खलु न न न तथा नास्ति तावत् स्वीकर्तुं तथा नास्ति तुक् इति आगमः अस्ति तत्र ककारं स्वीकुर्मः वा तुक् इति आगमः भिन्नः आदेशः यदा आदेशः अपि तत्र शीङ् इति धातोः आदेशे तत्र न इयङ् इति आदेशः भवति खलु अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इयङ् इति आदेशः तत्र ङकारः स्वीकुर्मः वा हा परन्तु तत्र ङकारस्य इत्यस्य अर्थः अस्ति इति कृत्वा हा तर्हि तत्र किं वक्तव्यम् तत्र नित् इति यदा भवति तस्य नित्तस्य नितः किञ्चित् भिन्नः डेफिनिशन् इति अस्ति डेफिनेशन् नास्ति अत्र किं वदामः अत्र किं वदामः सारांशः कः इत्युक्ते तस्य मनसि यत् अस्ति सः तद् तथा नास्ति किं मध्ये वक्तुम् इच्छति न अत्र मुख्यवार्ता कः इति अन्य कोऽपि वदतु इत्संज्ञकवर्णानां प्रयोजनम् अस्ति एव सर्वत्र भवतु इति तु नास्ति खलु अत्र रन् इत्यत्र रन् इति सः इच्छति तदेव उक्तवान् न परन्तु रन् इति पश्यतु तत्र इयङ् इत्यत्र नकारस्य इत्संज्ञा अस्ति एव अस्ति खलु परिभाषासूत्रम् अस्ति नकारः इत् भवति चेत् एतस्य कार्यम् एवम् एवं भवति इति न प्रयोजनमस्ति न पश्यतु भगिनि अत्र इयङ् इति आदेशे नकारस्य प्रयोजनम् अस्ति परन्तु एचोयवायवः इत्यत्र प्रयोजनम् अस्ति वा किं प्रयोजनमस्ति वा प्रयोजनम् इदानीम् आदेशस्य प्रयोजनम् आदेशे भवति वदति एचः स्थाने ऐ आय् आव् आदेशः भवन्ति तत्र हलन्त्यम् इति सूत्रस्य कार्यं नास्ति यतोहि पाणिनिना तत्र तथैव उक्तवान् पाणिनि तथैव उक्तवान् इति कृत्वा तथा एव भवति इति उक्तवती परन्तु तत्र वकारस्य यकारस्य इत्संज्ञा नास्ति किमर्थं नास्ति एवमेव इति नास्ति यथा उक्तवान् अतः नास्ति इति नास्ति किमपि प्रयोजनं नास्ति तत्र तत्र प्रयोजनं नास्ति अत्र प्रयोजनं नास्ति इति सिम्पल् वक्तुं शक्यते खलु नकारस्य तत्र ऐ अव् ऐ आव् इति स्थिते यकार वकारयोः इत्संज्ञा कृत्वा लोपः कुर्मश्चेत् न कोऽपि लाभः इति वदति एवमेव रन् इत्यस्य नकारस्य लोपः कृत्वा न कोऽपि लाभः तत् कारणं तत्र न तिष्ठति तावदेव खलु किमर्थम् एवं चिन्तनं परन्तु न परन्तु पश्यतु अत्र रन् इति आदेशे भवति तथा वदति परन्तु डा इति आदेशे वदतु तत्र किं भवति दा इति आदेशे दा इति आदेशे तत्तु आदेशः अस्ति दा इति एव तत्र डकारस्य प्रयोजनम् अस्ति डकारस्य प्रयोजनम् अस्ति संख्याद्वयं भवति चेत् एव अनेकाल्षित् आयाति इति वा प्रयोजनमस्ति एवं नकारस्य किमपि उक्तवान् वा नास्ति खलु न अत्र अस्मिन् प्रसङ्गे नकारस्य प्रयोजनं नास्ति इति कृत्वा सर्वत्र प्रयोजनं नास्ति इति नास्ति अत्र तु रन् इत्यत्र यथा भवती वदति रन् इत्यत्र नकारस्य किमपि प्रयोजनं नास्ति अतः इत्संज्ञा मास्तु इति कृत्वा तथा वदति इति एकः तर्कः भवतु परन्तु तादृशतर्कः सर्वत्र न सङ्गच्छते यदा सिद्धान्तस्य प्रस्तावना भवति तदानीं सर्वत्र सङ्गमनं भवेत् एकमेव परिस्थितिं स्वीकृत्य उपायं न कल्पयामः अत्र आनुपूर्व्यात् सिद्धम् इति यत् यः उपायः अस्ति सः उपायः सर्वत्र प्रवर्तते यत् भवती वदति तत्तु सर्वत्र न प्रवर्तते खलु इदानीं तु अहं समस्त पाणिनीयसूत्राणि न जानामि इति कृत्वा वयम् उपायं कल्पयितुं न शक्नुमः न अर्हामः यतोहि समग्रं न जानीमः यद् यद् भवती वदति अस्तु समीचीनं तत्र नकारः किमर्थम् एतादृशचिन्तनं नकारः तस्य इत्संज्ञायाः इत्संज्ञां कुर्मः चेत् प्रयोजनं नास्ति अतः नकारस्य इत्संज्ञा मास्तु अस्तु भवतु परन्तु तादृश उपायः सर्वत्र सङ्गच्छते वा इति प्रश्नः यदा डा इति आदेशे गत्वा बहवः समये अहं श्रुतवती अस्मि अन्ततो गत्वा लोके यस्य वर्णस्य यस्य पदस्य प्रयोगः अस्ति तदेव गैड् अस्ति इति अत्र तर्हि व्याकरणं मास्तु तर्हि व्याकरणं मास्तु लोके यानि पदानि सन्ति तानि एव स्वीकृत्य वयं गच्छामः तदेव करोति खलु कदापि सः न वदति अस्य पदस्य रूपं सम्यक् नास्ति इति सिङ्गल् पदमपि स्वीकृत्य तस्य कृते सः सूत्रं रचितवान् तस्य लक्ष्यं तद् नास्ति तस्य लक्ष्यं किम् इति चेत् तत्र वैदिकपदानि अपि च लौके यानि पदानि सन्ति तेषां सर्वेषां समर्थनं कथं कर्तुं शक्यते इति तत्र सूत्रस्य लक्षणं किम् इति वयं जानीमः खलु अल्पाक्षरम् असन्दिग्ध्वम् इति सर्वम् अस्ति खलु तर्हि तत्र सरलरीत्या लघु उपायेन सर्वं समग्रं कथं साधयितुं शक्नुमः इति एव शास्त्रस्य प्रयोजनम् अतः एतादृशचिन्तनं मास्तु इति न वक्तुं शक्नुमः एतदेव अस्माकं शास्त्रस्य वैशिष्ट्यं यत्र तर्कस्य कल्पना भवति तर्कस्य इदानीं भवती भिन्नरीत्या वदति तदपि समीचीनम् इति एतादृश अवसरः अस्ति अस्माकं शास्त्रेषु केवलं यद् अहं वदामि तदेव समीचीनम् इति नास्ति अस्माकं शास्त्रेषु सर्वेषां मतानां तत्र सङ्गमनम् अस्ति भवती किम् अन्य उपायं कल्पयति चेत् अस्तु तदपि भवतु नास्ति इति नास्ति परन्तु भवत्याः उपायः सर्वत्र सङ्गच्छते वा न वा इति एव प्रश्नः यद्भवती वदति समीचीनं परन्तु सर्वत्र सङ्गच्छते वा न वा इति चिन्तनीयं यतोहि भवती सर्वं न जानाति खलु यः यम् उपायं भवती वदति तत्तु एकत्र एव तस्य प्रसङ्गः भवितुम् अर्हति अन्यत्र डा इति आदेशस्थले कथं भवति इति भवत्याः न चिन्तितं तत्रापि यः उपायः भवत्या कल्पितं तत् सङ्गच्छते वा न वा इति चिन्तयतु एकवारम् अस्तु एतद् अवगतं खलु नकारस्य प्रश्लेषः. इतोपि तत्र कानिचन उदाहरणानि सन्ति, तानि अपि एकवारं पठामः. अत्र कः पठति? अत्र उषा भगिनी पठति वा? आं भगिनि. एवम् एतादृशस्य अत्र भगिनि एवम् एतादृशस्य प्रश्लेषस्य आधारेण कश्चन अन्यः वर्णः अन्ते संस्थापयितुं शक्यते इति वैयाकरणाः मन्यन्ते. एतस्य अन्यानि उदाहरणानि एवम् उक्तानि. अथो बिस ऐस् इत्यस्य स्थाने अथो बिस ऐस् इति सकारप्रश्लेषः. टाङ्गसीङ्गसाम् इनात् स्याः इत्यनेन इत्यस्य स्थाने टाङ्गसीङ्गसाम् मीनात् स्याः इति तकारप्रश्लेषः. तस्थस्तमिपां तान्तन्तामः इत्यत्रापि तस्थस्तमिपां तान्तन्तामः इति मकारप्रश्लेषः. ओ तं तान्तं मः ओके. ओ ताङ्गसिङ्गसां मीनात् स्याः ओके. एतादृशप्रश्लेषाः क्रियन्ते चेत् प्रक्रियायाः प्रारम्भे प्रश्लिष्टवर्णस्य हलन्त्यम् इत्यनेन ईत्संज्ञां कृत्वा ततः अवशिष्टस्य अंशस्य आदेशविधानं कर्तुं शक्यते. वयं पठितवन्तः प्रश्लेषः विषये. रन् इति आदेशस्य रन् इति द्वित्वं भवति, नकारस्य द्वित्वं भवति. एतादृशस्य प्रश्लेषस्य आधारेण अन्यवर्णः संस्थापयितुं शक्यते इति वैयाकरणाः मन्यन्ते. अथो बिस ऐस् इति सूत्रेण अथो बिस ऐस् सकारद्वित्वं प्रश्लेष्यते. अथो बिस ऐस् अतन्ताङ्गानां बिस् स्थाने ऐस्त्वम् ऐस्त्वम् इति सकारप्रश्लेषः क्रियते चेत् ऐस् ऐस् इति बिस् स्थाने आदेशः भवति. ऐस् सकारस्य एकमेव भवति चेत् ऐस् इति आदेशः ऐस् आदेशः अनेकात् बिस् सम्पूर्णस्य स्थाने भवितुम् अर्हति. सकारस् बट् ऐस् इति स्थाने सकारः हलन्त्यम् इति सूत्रेण आदेश अवस्थायां अलन्त्यम् इति सूत्रेण सकारस्य लोपः भवितुम् अर्हति. ऐस् इति द्वित्वं भवति चेत् अन्त्यसकारस्य लोपः क्रियते, तदनन्तरम् ऐस् इति अवशिष्यते. ऐस् इति इष्टसिद्धरूपं भविष्यति. टाङ्गसिङ्गसामिनाच्याः इत्यस्य स्थाने टा स्थाने इना आदेशः, ङसि स्थाने आत् आदेशः, ङस् स्थाने स्य आदेशः. टाङ्गसिङ्गसाम् इनात् स्याः टाङ्गसि टा स्थाने इन, ङसि स्थाने आत् आत् सो द कामन् फार् आल् त्री भगिनि. आत् इत्यत्र तकारः तत्र हलन्त्यम् इत्यनेन लोपः भवति, तस्य निषेधः न विभक्तौ तुस्मः इत्यनेन अस्ति खलु. आं भगिनि, तुस्मः तकारस्य प्रश्लेषः. ओके. तस्थस्तमिपां तान्तन्तामः इत्यत्रापि तस्थस् त मिप् इति स्थाने तान्तन्तामः सर्वत्र भवितुमर्हति तत् खलु. हलन्त्यम् इति सूत्रेण आदेश अवस्थायां लोपः भवितुम् अर्हति, तस्य निवारणाय म इति अन्यवर्णः प्रश्लेष्यते. एतादृशाः प्रश्लेषः क्रियन्ते चेत् प्रक्रियायाः प्रारम्भे प्रश्लिष्टवर्णस्य हलन्त्यम् इत्यनेन ईत्संज्ञा कृत्वा ततः अवशिष्टस्य अंशस्य आदेशविधानं कर्तुं शक्यते. आं भगिनि, निष्टरूपं सिद्ध्यते. समीचीनम्. इत्युक्ते अत्र अनुपूर्व्यात् सिद्धत्वम् इति बहु फेक् अस्ति, किमर्थम् एतादृशं करणीयम् अत्र न आवश्यकम् इति चेत् तद् एकं मतम् अस्ति, अस्तु एतादृशं मतम् अहं न स्वीकरोमि, अहं तु इत्संज्ञा योग्यत्वं नास्ति इति कृत्वा अहं न तथा एव स्वीकरोमि इति चेत् तदपि समीचीनम्, अत्र मतद्वयम् अस्ति, अत्र कथञ्चिदपि समर्थनीयं तस्य कस्यचित् वर्णस्य इत्संज्ञा अस्ति वा नास्ति वा, तस्य प्रयोजनम् अस्ति वा इति सर्वं विचिन्त्य तत्र तर्कः कल्पनीयः, तदर्थम् अत्र उपायद्वयम् उक्तमस्ति. आनुपूर्व्यसिद्धत्वम् इति तत्र नास्ति, फेक् अस्ति, किमर्थम् अन्यः वर्णः तत्र योजितः अस्ति इति वदति चेत् अस्तु भवतु तत् त्यजामः, अन्यमतं स्वीकुर्मः, तदा तथा अस्ति. परन्तु मतद्वयम् अस्ति इति सर्वत्र पश्यामः चेत् मतभेदाः भवन्ति एव, कश्चन एवं वदति अन्यः अन्यविध अन्यरीत्या वदति, अतः मतभेदः तु भवति एव. अस्तु भगिनि, कश्चन इत्युक्ते किं भगिनि? श्लेषः इत्युक्ते अन्यवर्णस्य योजना, अन्यवर्णस्य योजनम् एव प्रश्लेषः. प्रश्लेषः इत्युक्ते डिवैडिङ्ग् एण्ड् जायिनिङ्ग्. भगिनि श्रूयते वा? भगिनि, आनुपूर्व्यात् सिद्धम् इति सिद्धान्तेन डा इति आदेशे तत्र कार्यं भवति वा? तत्र तु कथं भवति? डा इति आदेशे कथं भवति इति चेत् तत्र डा इति तत्र डा इत्यत्र डकारः इत्संज्ञा नास्ति, इत्संज्ञकः नास्ति खलु, इत्संज्ञकः नास्ति, डा इति एव स्थीयते तत्र, डकारः योगः आकारः खलु, तत्र किमपि प्रश्लेषणस्य आवश्यकता नास्ति खलु तत्र? तत्र तत्र तत्र नागेशस्य मतं स्वीकुर्मः चेत् तेन किम् उक्तं, नानुबन्धकृतम् अनेकाल्त्वम् इति उक्तं खलु, नानुबन्धकृतम् अनेकाल्त्वम् इति उक्तं, तर्हि तत्र किं भवति इति चेत् तत्र डकारस्य इत्संज्ञा अस्ति इति मत्वा, डकारस्य इत्संज्ञा अस्ति इति मत्वा तत्र आकारस्य प्रश्लेषः क्रियते, आकारद्वयम् आयोगः आ इति अस्ति, वस्तुतः सूत्रे डकारः योगः आकारः योगः आकारः इति अस्ति, तर्हि आकारः योगः आकारः तत्र सवर्णदीर्घसन्धिं भूत्वा सन्धिः भूत्वा तत्र डा इति आदेशः अस्ति इति उच्यते. तदा किमपि प्रयोजनं नास्ति खलु, इदानीम् अकारः प्रश्लेषः क्रियते चेत् तत्र प्रयोजनं किम् अस्ति? अत्र डकारस्य एव अग्रे गत्वा इत्संज्ञकः अस्ति इति वदामः चेत् तत्र किम् अवशिष्यते? केवलम् अकारः एव अवशिष्यते, आकारः एव अवशिष्यते, तर्हि तादृश आकारः अनेकाल् अस्ति वा? नास्ति, किन्तु आदेशे तु इदानीं डकारस्य इत्संज्ञा न भवति खलु, आदेशे अत्र प्रत्ययतु नास्ति इति कृत्वा इतोपि तत्र इतोपि चिन्तनम् इतोपि अधिकम् अस्ति, तत्र न प्रवेशामः इदानीं, परन्तु तत्र सारांशः कः इति चेत् तत्र ड इत्यस्य इत्संज्ञा अस्ति इति मत्वा ड इत्यस्य इत्संज्ञा अस्ति इति स्वीकरोतु. किमर्थमिति तत्र तदर्थम् इतोपि किञ्चित् अवगन्तव्यं भवति. ड इत्यस्य इत्संज्ञा अस्ति इति मत्वा तदानीम् आ इति अवशिष्यते, आ इति आदेशः अनेकाल् नास्ति खलु, नास्ति, तर्हि सम्पूर्णस्य स्थाने आदेशः इष्यते सत्यं, परन्तु इदानीं ड इत्यस्य इत्संज्ञा अस्ति चेत् आ इति अवशिष्यते, आ इति अवशिष्टः चेत् तत्र इदानीं तत्र इत्संज्ञा योग्यत्वम् इति पक्षं स्वीकरोतु, ड इत्यस्य इत्संज्ञा योग्यत्वं मत्वा इति वदामः चेत् प्रथमसिद्धान्तः एव भवति. प्रथमपक्षे ड इत्यस्य इत्संज्ञा योग्यत्वम् अस्ति इति कृत्वा तद् इत्संज्ञकः अस्ति इति स्वीकुर्मः चेत् आ इति अवशिष्यते, आ इति अनेकाल् नास्ति खलु, नास्ति, तर्हि सम्पूर्णस्य स्थाने कथं भवितुम् अर्हति? अत्र तु ड इत्यस्य प्रयोजनम् अस्ति, अत्र तु ड इत्यस्य प्रयोजनम् अस्ति, डित्वा किमपि अन्यत् कार्यं भवति तत्र लुट्लकारे, अतः ड इति इत्संज्ञकस्य प्रयोजनम् अस्ति, तस्य इत्संज्ञा अस्ति इति वयं स्वीकुर्मः चेत् आ इति अवशिष्यते, इदानीम् आ इति अनेकाल् नास्ति, तर्हि कथं कर्तुं शक्नुमः? अनेकाल् नास्ति खलु, तर्हि तत्र सम्पूर्णस्य स्थाने इष्यते, तर्हि कथं कल्पयितुं शक्नुमः इति चेत् तत्रापि तत्र आनुपूर्व्यात् सिद्धत्वम् इति योजयति. इदानीम् आ इति आदेशः नास्ति, पाणिनिना केवलं डा इति, यदा डा इति यदुक्तं तत्र केवलं डा इति नास्ति, तत्र वस्तुतः डकारः योगः आकारः योगः आकारः, द्विवारम् अस्ति आकारः, तयोः सवर्णदीर्घसन्धिं कृत्वा आ इति जातं, तर्हि आकारद्वयम् अस्ति इति कृत्वा अनेकाल् अस्ति इति वदति. इति कृत्वा सम्पूर्णस्य स्थाने आदेशः भवति. अत्र तु समीचीनमस्ति खलु तर्कः? समीचीनं, किन्तु अत्र मिक्सड् अस्ति खलु, अनुपूर्व्यात् सिद्धम् इत्यस्यापि द्वयमपि अस्ति इत्युक्ते कथञ्चित् साधनीयं खलु, तदर्थं तर्कः, एतादृशतर्कः, तावदेव. अस्तु, अत्र इत्युक्ते प्रथमसिद्धान्तस्यापि तत्र प्रश्नः अपि भिन्नः अस्ति, तत्र अनेकाल् इति विषये प्रश्नः अस्ति, अत्र अस्माकं प्रकृतस्थले अनेकाल् इति प्रश्नः नास्ति. र इति आदेशः तु अनेकाल् एव अस्ति, अतः तत्र अनेकाल् इत्यस्य विषये चिन्तनं नास्ति, परन्तु ड इत्यस्य स्थले अनेकाल् इत्यस्य विषये चिन्तनम् अस्ति. अनेकाल्त्वं कथं साधयितुं शक्नुमः इति प्रश्नः. तत्र किम् उच्यते, एकं पक्षे ड इति इत्संज्ञकः एव नास्ति, यतोहि आदेशे प्रत्ययत्वं नास्ति, अतः ड इति सम्पूर्णः अस्ति आदेशः, ड इति आदिष्टः भवति प्रत्ययस्य स्थाने, अनेकाल् अपि अस्ति, अतः सम्पूर्णस्य स्थाने आदिष्टः भवति. यदा आदिष्टः भवति तदानीं प्रत्ययत्वं लभ्यते, तदानीं चुटु इत्यनेन डकारस्य इत्संज्ञा भवति इति तत्र एकः उपायः. अन्यः पक्षः तत्र किं वदति इति चेत्, ड इति तस्य इत्संज्ञा योग्यत्वम् अग्रे भविष्यति इति कृत्वा इदानीमेव इत्संज्ञकः अस्ति, अतः डकारस्य इत्संज्ञा भूत्वा लोपः भवति, आ इति अवशिष्यते. आ इति अवशिष्टः चेत् इदानीम् अनेकाल् नास्ति, अनेकाल्त्वम् इष्यते, तदानीमेव सर्वस्य स्थाने आदिष्टः भवति, तर्हि अनेकाल्त्वं कथं कल्पयितुं शक्यते इति चेत् आ इत्यस्य प्रश्लेषः इति उच्यते. न चेत् कल्पयितुं न शक्यते खलु. पाणिनिना साक्षात् न उक्तम्, आ इति एव उक्तं तत्र तैः. तर्हि तत्र केवलम् आ इति स्वीकुर्मः चेत् तत्र इष्टसिद्धिः न भवति. अस्माकं लोके रूपम् अस्ति, तस्य प्राप्त्यर्थं किं वदामः अत्र? ओ, वस्तुतः यद्यपि आ इति उक्तं, तत्र वस्तुतः आकारद्वयम् अस्ति, द्वयोः योजनेन आ इति सिद्धम् इति वदति. तत्र भगिनी तु तत्र तु न वक्तुं शक्नुमः खलु, ओ अत्र ओ पाणिनीय साक्षात् आ एव उक्तं, तर्हि तदेव भवतु इति न वक्तुं शक्यते तत्र खलु. इत्संज्ञा अग्रे गत्वा इत्संज्ञा भवति, इत्संज्ञा भविष्यति इति कृत्वा इदानीमेव इत्संज्ञा अस्ति इति अहं व्यवहरामि चेत् आ इति एव अवशिष्यते. आ इति तु अनेकाल् नास्ति, कथं तर्हि आदेशः? अत्र संशयः भवति खलु. भगिनी, तथा एव यथा लकारस्य स्थाने इत्युक्ते लोट् लङ् विधिलिङ्ग् तत्रापि लङ् लोट् इति वदामश्चेत् तत्रापि हलन्त्यम् इत्यनेन टकारस्य ङकारस्य इत्संज्ञा भवति, केवलं ल इति अवशिष्यते, तत्रापि लशक्व तत्ते इत्यनेन लकारस्य इत् भवितुम् अर्हति. वयं जानीमः तत् न भवति इति, तदपि तत्र शास्त्रीयवशं कथं भवति तत्र लकारस्य इति सूत्रमेव प्रमाणम्. तस्य सूत्रमेव प्रमाणम्, यदि ल अपि अपगच्छति चेत् लस्य इति तस्य का गतिः? सूत्रं व्यर्थं भवति इति कृत्वा, व्यर्थं भवति इति कृत्वा तावदेव. तर्हि तत्र सारांशः इति अन्तिमवाक्यमपि पठतु भगिनी उषा भगिनी. सारांशः एव यत् यत् पक्षद्वयम् अपि वैयाकरणाः अङ्गीकुर्वन्ति इत्यतः यं कमपि पक्षं स्वीकृत्य अनेकाल्त्वम् अनुबन्धत्वं च निर्णेतुं शक्यते. पक्षद्वयम् अपि पठितवन्तः. ईत्वर्णाः योग्यत्वम् अपि आनुपूर्व्यात् सिद्धम् इति पक्षद्वयमपि वैयाकरणाः अङ्गीकुर्वन्ति. अनेकाल्त्वम् अनुबन्धत्वं च निर्णेतुं शक्यते. अनेकाल्त्वं रन् इत्यस्य अनेकाल्त्वं तस्य रन् इत्यस्य अनेकाल्त्वं स्वीकृ अनेकाल्त्वं इष्टः भवति रकाराकारः रकार न इति आदेश अवस्थायां हलन्त्यम् इति सूत्रेण लोपः क्रियते चेत् रकाराकारः अनेकाल्त्वं भवति इष्टसिद्ध्यर्थं न प्राप्यति तत्कारणात् योग्यत्वं इत्संज्ञायोग्यत्वं वदन्ति इत्संज्ञायोग्यत्वं अङ्गीकुर्वन्ति अण्ड् अनुबन्धत्वं आनुपूर्व्यात् सिद्धम् इत्यनेन अनुबन्धत्वं स्वीक्रियते. समीचीनम्. अत्र वस्तुतः तत्र शुभदा भगिन्याः एव प्रश्नः आसीत् खलु, तत्र अग्रे गत्वा इत्संज्ञकः न विभक्तौ तु स्मः इत्यस्य प्रसक्तिः भवति, अतः इदानीमेव इत्संज्ञकः नास्ति इति भगिनी उक्तवती. समीचीनं, परन्तु तादृशनिर्णयः कथम् आगतम् इति वक्तुमेव मया एतत् सर्वम् उक्तमस्ति. एतादृशमपि अस्ति शास्त्रे इति ज्ञानार्थम्, एतादृशमपि अस्ति अस्माकं शास्त्रे, तस्मिन् विषये अपि इतोपि अधिकचिन्तनम् अस्ति इति ज्ञानार्थं मया अत्र तत्र करपत्रं लिखितम्. अस्तु, इदानीं किञ्चित् स्पष्टता अस्ति वा अथवा तत्रापि एतावत् चिन्तनं करणीयं वा? किमस्ति सूत्रम्? आत्मनेपदेषु अनतः अनभ्यस्तात् तत्रापि आत्मनेपदेषु अनतः इत्यत्र किम् उक्तम्? जस्य आदेशः भवति न, अत्तादेशः भवति खलु, तदपि अनेकादस्ति. तत्र तत्र झ इत्यस्य स्थाने अत्तादेशः खलु, एकः एव वर्णः तत्र, एकः एव वर्णः तत्र खलु, जकारस्य स्थाने अत्, जकारस्य स्थाने अतः अनेकाल्त्वम् इत्यस्य विषयः नास्ति तत्र, परन्तु तकारस्य इत्संज्ञा अस्ति वा नास्ति वा इति प्रश्नः खलु. तत्रापि एवमेव वक्तुं शक्नुमः, अग्रे गत्वा प्रत्ययत्वं लभ्यते इति कृत्वा न विभक्तौ तु स्मः इत्यनेन तकारः इत्संज्ञकः नास्ति. एवमेव बहुत्र एतादृशम् अस्ति. एकक्षणं महोदय समापयतु. किन्तु आदेशे इत्संज्ञा योजयित्वा इत्संज्ञा विना आदेशं भवति इति अस्ति चेत् एव तस्य मतद्वयस्य प्रसक्तिः भवति न, इति आदेशे सर्वत्र इत्संज्ञा नास्ति वा या इत्संज्ञा अपि रूपद्वयं भवति चेत् एव तस्य पदद्वयं चिन्तनीयम् इति. कुत्रचित् इत्संज्ञा प्रसङ्गः एव नास्ति आदेशे, तदानीमपि अग्रे गत्वा प्रसङ्गः भवति चेत् तदानीं चिन्तनीयं भवति. कुत्रचित् इदानीं प्रसङ्गः अस्ति परन्तु अग्रे गत्वा प्रसङ्गः न भवति इति चेत् तदानीमपि चिन्तनीयं भवति खलु. यत्र एतादृशप्रसङ्गः अस्ति तत्र एव एतादृशचिन्तनम्, अन्यत्र नास्ति. प्रत्ययस्य स्थाने यदा आदेशः भवति तदानीमेव एतादृशचिन्तनं, केवलं तत्र कस्यचित् स्थानिनः स्थाने आदेशः यदा भवति, अङ्गस्य स्थाने अथवा पदस्य स्थाने आदेशः भवति, तत्र वर्णस्य स्थाने आदेशः, तत्र एतादृशचिन्तनस्य आवश्यकता एव नास्ति. प्रत्ययत्वम् अस्ति वा नास्ति वा इति चिन्तनं नास्ति तत्र खलु. प्रत्ययस्य स्थाने यदा आदेशः भवन्ति तदानीम् एतादृशचिन्तनम्. वदतु विजयलक्ष्मी भगिनी. भगिनी, सर्वत्र महर्षिणा तकारः नकारः एतादृशः वर्णः एव स्वीकृतम् अस्ति इति भासते. तत्र नागेशभट्टः यत् वदति तत् समीचीनम् इति मम अपि भासते. इत्संज्ञा योग्यत्वम् इति खलु. समीचीनम्, इत्संज्ञायोग्यत्वम् इति स्वीकर्तुं शक्यते. सर्वत्र पेटर्न् समीचीनं, तदेव फालो कृतवान् अस्ति. अत्र टाङ् नसि नसां सर्वत्र पश्यतु, नकारः अन्ते अस्ति, सः न इच्छति तस्य लोपः, तत्कारणमेव नकारः तकारः इति स्वीकृतवान् अस्ति. तत्र तानसि नसामि नास्याः इत्यत्र इन इत्यत्र नकारः इति वदति खलु न इन इत्यत्र तु नकारः नास्ति इन इति अदन्तः नो प्राब्लम् त अस्ति स्यात् किं पञ्चमी तकारः आयाति खलु नसि इत्यस्य स्थाने अन्ते त अस्ति न विभक्तौ तु स्मः इति मनसि निधाय एव तकारः तत्र दत्तवान् अस्ति भवतु तस्य मनसि किम् आसीत् इति इदानीं वयं न जानीमः खलु तस्य मनसि किम् आसीत् इति न जानीमः तस्य एव ऊहाम् इदानीं वयं कुर्मः खलु कथम् एतादृशं कृतवान् एवमस्ति वा एवमस्ति वा इति वयं चिन्तयामः तावदेव भवती वदति एवमस्ति इति अन्यः वदति तथा नास्ति एवमस्ति इति वस्तुतः सः कथं चिन्तितवान् इति वयं न जानीमः मकारः अपि गिवन् रे तान्तन्तां तत्रापि मकारः सर्वत्र सुष्माः सुष्माः वर्णाः एव सन्ति सुष्माः वर्णाः एव सन्ति सर्वत्र सो किमर्थं सुष्माः वर्णाः सन्ति इति चेत् तत्र अस्माकं लौकिकरूपं तथा अस्ति न तु विभक्तौ तुष्माः इत्यस्य प्रसक्तिः तत्र भवतु इति नास्ति अस्माकं लौकिकरूपाणि तथा सन्ति रामेण इत्यत्र इन अथवा तत्र रामात् इत्यत्र तकारः अस्ति तत्र खलु तत्कारणमेव तकारस्य सः न इच्छति अतः न विभक्तौ तुष्माः इति सूत्रं कृतं खलु तान् तन् ताम् एतादृशाः आदेशाः यदा भवति तत्र तदेव मनसि आसीत् इति भासते न भवती वक्तुमिच्छति तदेव मनसि आसीत् इति कृत्वा किं किं न विभक्तौ तुस्माः इति लिखितवान् लिखित्वा तान् तन् तामः इति सूत्रं रचितवान् विपरीतमस्ति विपरीतमस्ति तान्तन् तामः इति आदेशः भवन्ति चेत् तत्र मकारस्य संज्ञा मा भवतु इति कृत्वा न विभक्तौ कुस्मः इति लिखितं इति लिखितं यतोहि किमर्थं तादृशं कृतम् इति चेत् लौकिकरूपाणि सन्ति लौकिकरूपाणि सन्ति पठताम् इति अस्ति पठताम् इति रूपम् अस्ति तादृशरूपं प्राप्तुं तत्र ताम् इत्यत्र मकारस्य इत्संज्ञा नास्ति इति कृत्वा न विभक्तौ तु स्मः इति सूत्रं रचितवान् खलु सो नागेश भट्ट यद् वदति तत् समीचीनं अस्तु भवत्याः स्टाम्प् अस्ति तत् स्वीकुर्मः तत्र अन्यैः तत्र आनुपूर्व्यात् सिद्धम् इति वदति तदपि समीचीनमेव तत्र न कोऽपि क्लेशः यद्यपि आर्टिफिशियल् इव भाति तथापि तत्र दारौरसः इत्यत्र आकारस्य प्रश्लेषः तु समीचीनमस्ति आयोगः आ इति भवति एव खलु तत्र कः क्लेशः अतः यत्किमपि भवतु अत्र एतादृशचिन्तनमस्ति इति वयम् अवगच्छामः चेत् पर्याप्तम् अस्तु तर्हि इदानीम् अस्माकं करपत्रं प्रति गच्छामः अभ्यासं प्रति गच्छामः तदानीं तत्र मीना भगिनी पठति वा अभ्यासः कः अभ्यासः अद्य अधः लटि लोटि लङि विधिलिञ्च अङ्गं यत्र अदन्तम् अस्ति तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं सर्वाणि आवश्यकानि सूत्राणि दत्तानि प्रत्येकं सूत्रस्य एकं कुत्र कुत्र प्रसक्तिः अपरेण सूत्रेण बाधितं चेत् केन कार्यं च केन साधितं न वा इति सूचयतु कुत्र कुत्र प्रसक्तिः नाम कस्मिन् पदे परस्मैपदे आत्मनेपदे केषु लकारेषु अपि च केषु प्रत्ययेषु आगत्य प्रसक्तिः कुत्र बाधा कुत्र कार्यं च कुत्र अस्मिन् अभ्यासे पूर्वतनकरपत्राणि आवश्यकता अस्मिन् अभ्यासे लटि लोटि लङि विधिलिङ् अदन्ताङ्गानां तेषां कोऽपि सूत्राणि सन्ति दत्तानि तत्र तत् प्रत्येकं सूत्रस्य कुत्र प्रसक्तिः अस्ति कुत्र बाधा अस्ति के का प्रसक्तिः अस्ति वा तदन्तु केन बाधितं केन सूत्रेण बाधितम् अस्ति इति वक्तव्यं तत्र कुत्र कुत्र प्रसक्तिः न ओके परस्मैपदे आत्मनेपदे केषु लकारेषु अपि च अपि केषु प्रत्ययेषु भवति सूत्राणि प्रसक्तिः कुत्र बाधा कुत्र कार्यं कुत्र इति तर्हि अस्माकं प्रथमं सूत्रमस्ति ससजशोरुः इति रु इति इदानीं तत्र सरलरीत्या सूत्रार्थः कः सूत्रार्थः कः अनन्तरम् एतावता यद्यद् अधीतं तत्र आत्मनेपदप्रत्ययः अपि च परस्मैपदप्रत्ययः कुत्र कुत्र ससजशोरुः इति सूत्रस्य कार्यं भवति इति वदतु सूत्रार्थः कः सजस ऋषोः रुः इति सूत्रः यत्र सूत्रार्थः सकारः सजुषो इति ऋतो अत्र ऋत्वं भवति सकारस्य ऋत्वं भवति सजुषो इति पदं वा इति सजुषः इति सकारः कीदृशसकारः पदान्तस्य सकारस्य रु आदेशः भवति सजुष् इति त्यजामः इदानीं पदान्तसकारस्य स्थाने रु आदेशः भवति तर्हि इदानीं कुत्र कुत्र एतस्य प्रसङ्गः तिप्तश्चि लटि तिप्तश्चि तिप्तस्तत्र प्रथमपुरुष द्विवचनं मध्यमपुरुष द्विवचनं बहुवचनमपि प्रथमपुरुषद्विवचने प्रत्ययः कः तत्र ससजशोरुः इत्यनेन किं भवति तत्स्थाने तर् तर् भवति तदनन्तरं करवसाने विसर्जने इति सूत्रेण ऋत्वं विसर्जने भवति अतः तः इति रूपं तः इति भवति तदनन्तरं समानरूपेण मध्यमपुरुष द्विवचनं ठः भवति ठ भवति सिप्तश्चि सिप्तश्च ठः भवति उत्तमपुरुष द्विवचनमपि बहुवचने वस् मस् अस्ति तत्र पदान्ते सकारमस्ति तत्र तत्रापि वरु अनन्तरं वह मह इति भवति करावसाने विसर्जनीयः इति सूत्रेण तर्हि लटि भवति लटि लटि लटि भवति चतुर्षु स्थलेषु भवति तस् थस् वस् मस् खलु तदनन्तरं कुत्र भवति लोटि न भवति लोटि न भवति लङि भवति लङि भवति किमर्थं न भवति लोटि सकारः अन्तिमसकारं कुत्रापि नास्ति भगिनि सुतामन्तु तत्र तु भवति ए रुः इति सूत्रेण तु भवति न न सकारस्य आम् तस्तस्ताम् तां तं तम् इति सूत्रेण तां तं त इति भवति तस्मात् सकारः नास्ति आं वस्मस् इति तत्र तत्रापि तेन सूत्रेण सकारस्य लोपः भवति किल नित्यं गितः इति सूत्रेण सकारस्य लोपः भवति सो तदनन्तरम् आदुत्तमस्य इति एकक्षणम् तर्हि अत्र तस् थस् वस् मस् इति तत्र लोट् लकारे अपि मूलप्रत्ययाः समानाः एव सर्वत्र पदान्ते सकारः अस्ति तर्हि ससजुषोरुः इति सूत्रस्य तु प्रसङ्गः अस्ति, परन्तु तत्र इतोपि विशिष्टसूत्रमस्ति तस्तस्समीपां तान्तन्तामः इति सूत्रेण, तत्र तस् तस् थ मिप् तत्र आदेशः भवन्ति इति कृत्वा ससजुषोरुः इति सूत्रं बाधितमस्ति. वस् मस् इत्यत्रापि ससजुषोरुः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु नित्यं नितः इति सूत्रेण इति कृत्वा तत्र लोटि लोटि तस्तस्समीपां तान्तन्तामः नित्यं नितः अनयोः सूत्रयोः प्रसङ्गः किमर्थम्? लोटि लोटि लङ्वत् इति सूत्रेण नित्वं भवति, तस्मात् तस्तस्तामितं तः इति सूत्रं प्रसक्तिः अस्ति. समीचीनं समीचीनम्. अस्तु, धन्यवादः भगिनि. इदानीं तत्र लङ्घी लङ्घी ससजुषोरुः इत्यस्य प्रसक्तिः अस्ति वा? विजयलक्ष्मीभगिनी वदतु. लङ् इत्यत्र लोटो लङ्वत् इति अतिदिश्यते. लङ् इत्यत्र लोटो लङ्वत् इति अतिदिश्यते वा? न, लङ् इत्यत्र तस्थस्समीपां तान्तन्तामः इत्यस्य प्राप्तिः अस्ति, तत्र अभवत् अतः अभवः इति मध्यमपुरुषस्य मध्यमपुरुषस्य एकवचने अभवः इति भवति, भव अभवः अभवतम् अभवत. तत्र कस्य सूत्रस्य प्रसक्तिः अहं तु विस्मृतवती. मध्यमपुरुषे एकवचने सिप् इत्यत्र ससजुषोरुः इत्यस्य प्रसक्तिः अस्ति इति वदति खलु. सिप् इत्यस्य कथमस्ति प्रसक्तिः? अभवः कथं भवति तत्र खलु, अभवः इति रूपम् अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत अभवम् अभवाव अभवाम अभवः तत्र प्रसक्तिः अस्ति. इत्यत्र तत्र कथं प्रसक्तिः इति वदतु एकवारम्. अभवः इत्यत्र कथं प्रसक्तिः? तत्र सिप् इति अस्ति, सिप् इत्यत्र किं भवति? थासः न थास् थास् गतिः वदतु. अस्ति वा भगिनि? अस्तु, शुभदा भगिनी वदतु. कः प्रत्ययः भगिनि? क्षम्यता, सिप् इति प्रत्ययः लङ्लकारे. सिप् इति प्रत्ययः लङ्लकारे, तस्य इत्संज्ञा, तदनन्तरं सि इति अस्ति, तत्र किं भवति सि इत्यत्र? इतश्च इति सूत्रेण इकारस्य लोपः, सकारः अवशिष्यते. इदानीं इदानीं सकारः अवशिष्यते, ससजुषोरुः इत्यस्य प्रसक्तिः प्राप्तिः अस्ति इति अस्ति. समीचीनं समीचीनं. तर्हि लङ्लकारे सिप् इत्यत्र ससजुषोरुः इत्यस्य प्रसक्तिः प्राप्तिः अस्ति. तस् थस् इत्यत्र नास्ति, यतोहि बाधितमस्ति तस्तस्समीपां तान्तन्तामः इत्यनेन. वस्मस् इत्यत्र का गतिः? विजयलक्ष्मीभगिनी वदतु. तत्र सकारस्य लोपः भवति खलु नित्यं नितः इत्यनेन. समीचीनं अतः सदृशरुः इति सूत्रं बाधितमस्ति लङ्लकारे. अस्तु, इदानीं विधिलिङ्लकारे वदतु. विधिलिङ्लकारे रूपाणि कथम्? एकनिमिषं. भवेत्, भवेतां, भवेयुः. हा, रन् तत्र किं बहुवचने प्रथमपुरुषस्य बहुवचने युः इति अस्ति. तत्र यासुट् वा भगिनि? न, यासुट् इति तु अनदन्तमङ्गमस्ति चेत्, अदन्तमङ्गमस्ति अस्ति चेत् न, परस्मैपदी अस्ति चेत् यासुट् एव. झी इत्यस्य स्थाने जुस् इति किमपि अहं सर्वं विस्मृतवती भगिनी. पुनस्मरणं करणीयं, तत्र किञ्चित् समयः अपेक्षितः अस्माकं वर्गस्य कृते अपि. पठन गृहपाठः रूपेण पठनीयं पुनः. एकवारमेव वर्गे पठामः चेत् किमपि न स्मरामः. पुनस्मरणं सर्वैः तत्र करणीयः. अस्तु, तत्र कोऽपि स्मरति वा विधिलिङ्ग् विषये? वंसि भगिनी वदतु. झेर् जूस् न? झेर् जूस्, झेर् जूस् इति. तत्र झ इत्यस्य स्थाने जूस् इति आदेशः. तत्र जकारस्य छुटु इत्यनेन लोपः भूत्वा युस् इति एव, सारि, उस् इत्येव तिष्ठति. अनन्तरं भव योगः भवे इति कथं भवति? तत्र यासुट् आगमः भवति इति उक्तं. यासुट् आगमः भवति. तत्र तकारः इत्सम्यकः. अनन्तरं उकारः उच्चारणार्थं यास् इति भवति. तद् प्रत्ययस्य आदौ आयाति, यतोहि टित् अस्ति. अतः भव योगः यास् योगः उस् उस् उस्. सो या अन्यत् किमपि कार्यमस्ति इदानीं न उक्तम्. अधुना लिङ्गस्थलोपानन्तस्य तारस्य लोपः किल? अतोयेयः इति सूत्रेण किं भवति? यास् इत्यस्य इ इति आदेशः भवति. यास् इत्यस्य इ इति आदेशः भवति. इ योगः यकारः, अतः इयुस् इति भवति. इयुस्. अनन्तरं तत्र विकर्णप्रत्ययः अपि अस्ति खलु मध्ये, भव इति अस्ति. सो अकारः इकारः इत्यनयोः सन्धिकार्यं भवति. आद्गुणः इत्यनेन भवेयुस् इति भवति. अनन्तरं भवेयुर्, अनन्तरं भवेयुः, ससजुषोरुः. अनन्तरं अत्र समयः अतीतः, सर्वे कृपया पठन्तु एकवारं सूत्रं पठित्वा कुत्र कुत्र कस्य प्रसक्तिः, किं बाधितं, बलबलचिन्तनं सर्वं कृत्वा आगच्छन्तु. पुनस्मरणं विना न आगच्छन्तु, यतोहि तत्र समयस्य सदुपयोगः नास्ति. अभ्यासं विना तत्र गृहपाठरूपं गृहपाठम् अकृत्वा आगच्छन्ति चेत् तत्र लाभः नास्ति. अतः समग्रचिन्तनं न शक्यते. अग्रिमसप्ताहे सर्वं कृत्वा आगच्छामः. अग्रिमसप्ताहे सर्वं पठित्वा आगच्छन्तु, बलाबलस्य चिन्तनं सम्यक्तया कर्तुं शक्नुमः. नो चेत् तत्र सूत्रमेव न स्मरामः चेत् कथं बलाबलस्य चिन्तनं शक्यते? अतः सर्वैः कृपया पठित्वा आगच्छन्तु. अस्तु, त तर्हि अत्र स्थगयामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.